प्रश्नमस्ति इदानीं टीकासु बहुत्र दृश्यते अग्निमुखान्तं कृत्वा इति. तत्र अग्निमुखशब्दस्य कोऽर्थो भवति? मया शब्दकोशेषु दृष्टः अग्निमुखः नाम अग्निमुखेन दीयमाना हविः इति भवति कदाचित्. परन्तु अग्निमुखान्तम् इति यद्वदति तत् कर्म किम् इति न स्पष्टं ज्ञातम् मया एवम् ऊहः कृतः. आज्यभागयोः अनन्तरं प्रजापतये किमपि आहुतिं ददति तदेव अग्निमुखं वा इति प्रश्नः जातः. अत्र उत्तरं किं भवति? तथा नास्ति. नास्ति वा? इयं तत्र पारिभाषिकी संज्ञा. कस्यचन एकस्य कर्मणः नाम इति न. एवम्? ओ अस्तु. अग्निस्थापनादारभ्य प्रधानहोमात् प्राक् पर्यन्तं प्राक्तनाः ये क्रियाकलापाः तेषां सर्वेषां पारिभाषिकी संज्ञा सम्भूयसंज्ञा अग्निमुखमिति. अस्तु. तदेव षट्पात्रप्रयोगमिति कुशकण्डिका इति. तत्र कात्यायनीयः कुशकण्डिका इति वदन्ति. आपस्तम्भाः षट्पात्रप्रयोगमिति वदन्ति लोके. ऋग्वेदिनः अग्निमुखप्रयोगः इति वदन्ति. तावदेव. तत्र अग्निस्थापनं ततः केचन अन्वाधानं कुर्वन्ति. अन्वाधानं ततः परं पात्रासाधनं प्रणीतासंस्कारः अनन्तरम् आज्यसंस्कारः अनन्तरं सुर्क्ष्रुवसंस्कारः सम्मार्जनम् अनन्तरम् अग्न्यलङ्करणं ब्रह्मवर्णं ब्रह्मपूजनं इध्महोमः आघारहोमः चक्षुषीहोमः एतत् सर्वं प्राक्तनतन्त्रं. चक्षुषीहोमः सुखः भवति आज्यभागः एव वा आज्यभागो एव वा? आघारहोमः चक्षुषीहोमः. आघारे तु प्रजापतिः इन्द्रश्च. कुत्रचित् प्रजापतिरेव उभयत्रापि. आपस्तम्भस्य सत्यं प्रजापतिः इन्द्रः. ततः परं चक्षुषी होमः. तत्र अग्निहोमौ अग्निहोमौ चक्षुषी आज्यभागो इति वदन्ति. सा एव चक्षुषी होमः. अस्तु अस्तु. चक्षोः स्थाने भवति इति चक्षुषी होमः. अस्तु. तत्र अक्षिद्वयम् इति कारणेन चक्षुषी इति. चक्षुः चक्षुषी चक्षुषी. अस्तु. एतत् सर्वम् आहत्य अग्निमुखतन्त्रमिति. तत्र यदि विशिष्य क्रियते यदि दशपात्राणि वा द्वादशपात्राणि वा तर्हि क्रियाकलापः वर्धते. तत्र अमुष्मयित्वा जुष्टं निर्वपामि इति व्रीहीणाम् आवपनं पुनः तेषाम् अवघातः तुषा पृथक्करणं पुनः तेषां श्रपणं श्रपणानन्तरं किं द्रव्यस्य अभिहारः एतत् सर्वमपि अग्निमुखतन्त्रे एव अन्तर्भूतं भवति. तत्सर्वम् अग्निमुखमेव. अग्निमुखम् इति मया बहुधा लक्षितं पारिभाषिकी सम्बन्धं. पारिभाषिकी अनन्तरं प्रधानहोमानन्तरं यद्भवति तस्य उत्तरतन्त्रमिति. उत्तरतन्त्रं तर्हि प्राक्तनतन्त्रस्य नाम अग्निमुखमिति. तदुत्तरतन्त्रं तर्हि तत्र भवतः मनसि कथं नागतम् एतद् यदि उत्तरतन्त्रं तर्हि पूर्वतन्त्रं किमिति? उत्तरम् इत्यस्य तात्पर्यं पूर्वं किमपि भवेत्. सत्यमेव. तदेव अग्निमुखम् अग्निमुखम् अत्र सम्बन्धे आज्यभागौ सर्वदा दीयते वा? कदाचित् मया दृष्टं रविलोचनः इति मम मित्रमस्ति भवता भवतोपि परिचितः. स वदति आज्यभागौ तदैव दीयेते यदा आज्याहुतयः भवन्ति प्रधानहोमे इति अथवा प्राक्षितहोमेषु आज्याहुतयः यदा भवन्ति तदैव न वा? होमः भवति चेत् आज्यहोमः एव प्रधानं द्रव्यम् आज्यमेव. परन्तु उपासनादिषु अनादिष्टे आज्यं द्रव्यम्. अस्तु. तत्र चक्षुषी होमः यदि आज आज्यातिरिक्तं द्रव्यम् अस्ति चेत् चक्षुषि होमः भवति. केवलम् आज्यम् अस्ति चेत् चक्षुषि होमस्य आवश्यकता नास्ति एव. तस्मात् संस्कारेषु ये होमाः भवन्ति, यथा उपनयनसंस्कारः, चौलसंस्कारः, चौलसंस्कारहोमः अथवा विवाहसंस्कारहोमः, तेषु केवलम् आज्यहोमः एव भवति. तस्मात् तत्र चक्षुषिहोमः नास्ति. चक्षुषिहोमः नास्ति, अन्यद्रव्यं नास्ति इति कारणेन पात्राणि अपि न्यूनानि भवन्ति. तत्र प्रायः हविर्द्रव्यस्थाली प्रोक्षण्यौ दर्वीश्रुवौ प्रणीता आज्यपात्रे इधमा बर्हिः इति अष्टौ पात्राणि द्वन्द्वन्यञ्जि पात्राणि निदधाति एवं सूत्रम्. यदि आज्यातिरिक्तं द्रव्यं नास्ति, केवलम् आज्येनैव होमः, तर्हि हविर्द्रव्यस्थाल्याः प्रयोजनं न भवति, प्रयोजनाभावे तत्पात्रं न भवति. हविर्द्रव्यम् अन्यं नास्ति चेत् शुचः अपि कार्यं न भवति. तस्मात् पात्रद्वयं न्यूनं भवति. तत्र प्रोक्षणीश्रुवौ प्रणीत आज्यपात्रे यद्माबरीषि चेत् एवं षट्पात्राण्येव भवन्ति. अस्तु, अत्र कश्चन ब्राह्मणः वदति वा एवं नाम ब्राह्मणं वदति वा एवम् आज्यभागस्य प्रयोजनम् एवमेव अस्मि, यदा आज्यमतिरिच्य किमपि भविष्यात् तदैव भवति इति उक्तं वा, अथवा तत्र कथं वयम् अनुमातुं शक्नुमः? कथमिति आचारादेव वा? हा, वचनमपि भवेत् अहं न स्मरामि. एवम् आचारः सूत्रानुसारेणैव चलति. आचारः सूत्रात् बहिः न भवति. तत्र प्रयोजनमपि स्पष्टं भवति. आज्यहोमे एकस्य प्रथमाहुतेः उपरि द्वितीयाहुतेः पतनं दोषाय इति नास्ति. यतोहि आद्यं लघुद्रव्यं, ततश्च शीघ्रमेव तत् हुतं भवति इति कारणेन तत्र इयं समस्या न भवति. किञ्च यत्र आज्यातिरिक्तं द्रव्यं भवति, यथा उपासने एव चिन्तयतु, औपासने तण्डुलद्रव्यं, तत्र पूर्वाहुतेः उपरि उत्तराहुतेः प्रक्षेपः न भवेत्. आहुतिद्वयस्य संसर्गः दोषाय इति अस्ति. अस्तु, तत्र अर्थः कः? यत्र संसर्गः न स्यात् इत्यस्य कोऽर्थः? द्रव्यस्य परस्परं संयोगः न भवेत्. नाम कुण्डे प्रथमाहुतिद्रव्यं यत्र क्षिप्तं तस्योपरि द्वितीयाहुतिद्रव्यप्रक्षेपः न कर्तव्यः. तत्र स्पष्टतया निर्देशाः अपि दृश्यन्ते. आदौ समिधूयते, समिधि अर्धद्वयं, प्रागर्धभागः पश्चादर्धभागः. तर्हि प्रथमाहुतिः पश्चादर्धभागे, मध्यपश्चान्मध्ये प्रथमाहुतिः देया भवति, उत्तराहुतिः मध्यपूर्वयोर्मध्ये देया भवति. अस्तु, तत्रापि अनन्तरं स्विष्टकृद्होमः भवति. यत्र तत्र स्विष्टकृद्रव्यमपि स्विष्टकृदाहुतिरपि प्रधानाहुतिद्रव्येण सह सम्पृक्ता न भवेत्. संसर्गे सति दोषः, तदर्थं प्रायश्चित्तं कर्तव्यं भवति. चक्षुषि होमेन तत्स्थानं निश्चितं भवति. चक्षुषि होमस्य तात्पर्यं किं? चक्षुषि नाम नेत्रे, तयोर्मध्ये मुखं नाम तयोः बहिः चक्षुषि आहुत्योः बहिः आहुति प्रक्षेपः न भवेत् एवम् तत्र आधारहोमेन मध्यः निर्णीतो भवति यत्र यत्र आधारस्य संसर्गः भवति सः मध्यदेशः मध्यदेशस्य उत्तरार्धात् उत्तरार्धे उत्तरपूर्वार्धे दक्षिणपूर्वार्धे तर्हि नासाग्रमिति मध्यम् तस्य उत्तरपूर्वार्धे उत्तरोनेत्रः दक्षिणपूर्वार्धे दक्षिणोनेत्रः तर्हि तेन तयोर्मध्ये एव प्रधानहोमाः कर्तव्याः एव तर्हि आघारहोमस्य संसर्गः यत्र भवति तस्य पश्चाद्भागे एवमागच्छति खलु आमामाम् एवं गच्छति अग्रे तर्हि अस्य मध्यः यो भागः तदग्नेः मुखं तत्र अधिका ज्वाला भवेत् तत्र प्रधानाहुतिः देया पतेत् प्रधानाहुतिप्रक्षेपः तत्र एवं मया एवं दृष्टं केषुचित् पद्धतिपुस्तकेषु किं लिखितम् उदाहरणार्थं वैश्वदेवस्य पद्धतिः किं कुर्वन्ति केवलं परिशेषणं कुर्वन्ति तदनन्तरम् एकं दर्भं वा समिधं वा क्षिपन्ति तदनन्तरम् आहुतिः ददति तदनन्तरम् उत्तरं परिशेषणं कुर्वन्ति समाप्तम् इति वदन्ति तत् कथं तत्र किमर्थं माझ्यभागौ न दीयते तत्र होमस्य अनेकानि तन्त्राणि सन्ति तस्मादेव वैश्वदेवतन्त्रं तस्य तन्त्रस्य नाम वैश्वदेवतन्त्रमिति तस्मिन् तन्त्रे आद्यस्य आवश्यकता नास्ति आचार्यैः महर्षिभिः तथा एव कल्पितमस्ति यथा अग्निकार्यतन्त्रं ब्रह्मचारिणः नित्यहोमः तत्रापि आज्यं न भवति आज्यभागो न भूयते परन्तु एतत्तु अस्य यत्र यत्र आज्यम् उपासने अपि आज्यं न भवति न भवति तत्रापि एवमेव कुर्वन्ति ते अग्निहोत्रे अपि आज्यं न भवति स्थालीपाके आज्यं भवति तस्मादेव तस्य स्थालीपाकतन्त्रमिति शास्त्रीयसंज्ञा किम् इत्युक्तौ अग्निकार्यतन्त्रं वैश्वदेवतन्त्रं स्थालीपाकतन्त्रं तन्त्रत्रयं श्रौतात् प्राक्तनानि नाम स्मार्ततन्त्राणि त्रीणि श्रौते पुनः दर्शपूर्णमासतन्त्रं पशुबन्धतन्त्रं सोमतन्त्रं नाम सप्तपाकयज्ञानां स्थालीपाकतन्त्रं सप्त अहरियज्ञानां दर्शपूर्णमासतन्त्रं सप्तसोमप्रभृति उपरितनयज्ञानां सोमतन्त्रमिति अग्निष्टोमतन्त्रम् एवं तन्त्राणि सन्ति तत्र वैश्वदेवतन्त्रं पृथगेव अस्ति तत्र एतद् मह्यं विचित्रं भाति यत् आज्यभागौ कदा देयौ इत्युक्तं यदा आज्यमतिरिच्य भवेरस्ति इति परन्तु वैश्वदेवतन्त्रे न तथा दृश्यते उपासनेपि न तथा दृश्यते सत्यम् एतेषां तन्त्रमेव पृथक् खलु पृथक् इति वा एतेषां तन्त्रं पृथक् एव स्थालीपाकतन्त्रेण यदि केचन यज्ञाः तेषु यदि आद्यातिरिक्तं द्रव्यं नास्ति केवलम् आद्येन एव करोति तर्हि तत्र आघारो चक्षुषु होमस्य आवश्यकता नास्ति तावदेव तत्र विशेषं किमपि नास्ति विशेषं किमपि नास्ति अत्र मम अपरः प्रश्नः भवति पाकयज्ञः नाम यत्र पक्वान्नं वा ओदनं वा प्रयुज्यन्ते स पाकयज्ञः सत्यं तर्हि पाकयज्ञो नाम स्थालीपाकः तस्य विकृतयः के भवन्ति यथा सर्पबलिः ईशानबलिः इति आग्रहणं प्रत्यग्रहणम् अष्टक सत्यं ते एव पाकयज्ञः न उपास उपास उपासनमिति ते एव इति ते एव इति न ते पाकयज्ञः ते पाकयज्ञः उपासनम् औपासनं पाकयज्ञेन न भवति वा औपासनं नित्यकर्म ओ परं तत् औपासने पाकः नास्ति खलु पाकः नास्ति इति वैश्वदेवः वैश्वदेवं वैश्वदेवः वैश्वदेवस्य प्रयोजनमेव पृथक् भो वैश्वदेवस्य तत्र प्रयोजनम् अनुद्दिश्य न मन्दोपि प्रवर्तते तथा चिन्तयतु वैश्वदेवस्य प्रयोजनं देवतातृप्तिः नास्ति एव न वा नास्ति किं प्रयोजनं तर्हि किं प्रयोजनं प्रधानप्रयोजनं पञ्चसूनादोषपरिहारार्थं पञ्चसूनादोषः वा द्वितीयं प्रयोजनम् अन्नसंस्कारार्थम् अस्तु तृतीयं प्रयोजनम् आत्मसंस्कारार्थम् अस्तु देवानां प्रीत्यर्थं वैश्वदेवः न भवति पञ्चसूनादोषपरिहारार्थम् अस्तु कः एषः दोषः पञ्चसूनादोषः इति चुल्ली पेषणी कण्डनी मार्जनी जलस्थापने सन्निधाने गृहस्थस्य गृहकार्यसम्पादनाय कानिचन आवश्यकानि कर्माणि भवन्ति तत्र सूना इत्यस्य अर्थः हिंसा सूना इत्यस्य अर्थः हिंसा यद्यपि यज्ञं कर्म अध्वरं ध्वरतिर्हिंसा कर्म तत्प्रतिषेधात् अध्वर इति व्यासकः वदति खलु ध्वरशब्दस्य कोऽर्थः भवति हिंसा हिंसा ध्वरतिर्हिंसा कर्म धातुपाठे अस्ति ध्वरधातु तद् प्रतिषेधात् अध्वरः अध्वरं नयति इति अध्वर्युः गृहस्थजीवनमपि अहिंसा प्रधानम् किञ्च चुल्लीमध्ये अनिवार्या हिंसा भवति पेषणी पेषणकार्ये लघुजीवानाम् अनिवार्या हिंसा भवति मार्जनी मार्जनं कर्तव्यं वस्त्राणां पात्राणां गृहस्य वस्तूनां सर्वेषामपि मार्जनं कर्तव्यं मार्जनकाले हिंसा अनिवार्या भवति नैव अस्माभिः लक्ष्यते नापि च अनुमीयते नापि च परिगण्यते किञ्चित् अहं न परिगणयामि इति कारणेन हिंसा न भवति इति न तस्य दोषः नास्ति इति न दोषः भवत्येव तर्हि तस्य दोषस्य निवारणाय उपायः कः तर्हि एवं यदग्नौ जुहोति सदेव यज्ञः तेन सः दोषः नश्यति इति भावः तत्र देवतातृप्तिः प्रयोजनमेव नास्ति मया किमर्थं तदा चिन्तितम् आपस्तम्भधर्मसूत्रे तथा उक्तं यथा पञ्चमहायज्ञाः आर्याः कुर्वन्तु इति तत्र पद्धतिपुस्तकाः किं वदन्ति पुस्तकानि किं वदन्ति तेषु चत्वारः ब्रह्मयज्ञं विहाय वैश्वदेवतन्त्रेण सम्पाद्यन्ते सत्यं सत्यम् अतः वैश्वदेव इति कर्मणि चतुर्णामपि अनुष्ठानं भवति चतुर्णां यत् संयुक्त अनुष्ठानं सम्भूय अनुष्ठानं तस्यैव लौकिकी संज्ञा वैश्यदेव इति. वैश्यदेव इति लौकिकी संज्ञा. वस्तुतः वैश्यदेव इत्यस्य तात्पर्यं किं? कर्मचतुष्टयम्. यदग्नौ ज्योति स देवयज्ञः, यद् बलिं करोति स भूतयज्ञः, यत् पितृभ्यो ददाति स पितृयज्ञः, यत् मनुष्येभ्यो ददाति स मनुष्ययज्ञः, यत् स्वाध्यायमधीते स ब्रह्मयज्ञः. ताने तान् यज्ञान् अहरः कुर्वीत, ताने तान् यज्ञान् अहरः कुर्वीत इति आदेशः. आदेशत्वात् नियतं कर्म. नियतकर्मणि प्रयोजनं किं भवति? नियतकर्मणां प्रयोजनं नास्ति. पञ्चयज्ञ मया एवं कुत्र श्रुतमिति न स्मरामि, परन्तु पञ्चयज्ञानां कारणं किं भवति? ऋणानि भवन्ति अस्माकं देवऋणम्. अतः तत्तद्ऋणस्य पूर्त्यर्थं यज्ञाः एते पञ्च भवन्ति इति न वा? तत् किं परम्परया प्रयोजनं स्यान्नाम तथापि अहं न स्वीकरोमि, तन्न स्वीकरोमि. यतोहि वैश्वदेवानुष्ठानस्य यत् प्रयोजनम् अथवा यत् स्वरूपं, तत्र देवर्णापाकरणं न दृश्यते. देवर्णापाकरणमित्युक्तौ हा स्थालीपाकः दर्शपूर्णमासौ एवं यज्ञैः देवर्णापाकरणं भवति, वैश्वदेवेन न. यतोहि वैश्वदेवस्य प्रयोजनम् अन्नशुद्धिः, अन्नसंस्कारः. आहारार्थं यत्र यत्र अन्नं पच्यते, गृहे वा भवतु, समूहे वा भवतु, क्षेत्रे वा भवतु, तीर्थे वा भवतु, कस्मिंश्चित् प्रसङ्गे वा भवतु, सर्वत्रापि सर्वस्यापि अन्नस्य संस्कारार्थम् आदौ अग्नौ देयः, तदनन्तरम् अग्नं प्राप्नोति. तत् प्रधानं प्रयोजनं. द्वितीयं प्रयोजनं पञ्चसूना दोषपरिहारः. सर्वमिदं तत्र आत्मसंस् ब्राह्मणसूत्रेषु आत्मसंस्कारः इति यत् वैश्वदेवस्य प्रयोजनमस्ति तत् सर्वे न उक्तवन्तः, केचन एव उक्तवन्तः. तत्र अहं मन्ये प्रायः आपस्तम्भः एव तस्मिन् विषये किञ्चित् दृढतया वदति. किञ्चित् अन्ये सूत्रकाराः आत्मसंस्कारत्वेन वैश्वदेवस्य प्रयोजनं न वदन्ति, तिरस्कुर्वन्ति इति नास्ति, किञ्चित् अङ्गीकुर्वन्ति इत्यपि नास्ति. तत्र उपेक्षाभावः. किञ्च आपस्तम्भस्य आत्मसंस्कारार्थं वैश्वदेवः इति विशिष्य प्रयोजनं सः वदति. अन्नसंस्कारार्थं वैश्वदेवः इति प्रयोजनं विशिष्य राज्ञां कृते अस्ति. तत्र संस्कारे शुद्धिः, संस्कारस्य तात्पर्यं किं? दोषापनयनपूर्वकं गुणाधानं कर्म नाम संस्कारः. केवलं दोषापनयनं गुणाधानम् इत्येव न, अपि तु परीक्षा अपि भवति. तत्र चाणक्यः नाम कुटिलः स्वकीय अर्थशास्त्रे अपि राज्ञः भोजनात् पूर्वं राज्ञः भोजनार्थं यद् अन्नं पक्तमस्ति तस्य अग्नौ होमः कर्तव्यः इति वदति. किमर्थं? परीक्षार्थम्. आहुतिप्रक्षेपे अनन्तरं तत्र शब्दः, ज्वालायाः वर्णः कथम् अस्ति इति, तेन अन्नं सगुणं वा अगुणं वा विषाक्तं वा इति ज्ञायते. तस्मात् परीक्षार्थमपि तत्र भवति वैश्वदेव. किञ्च पञ्चसूनादोषपरिहारः इति प्रधानं सामान्यं सार्वजनीनं सार्वकालीनं प्रयोजनम् अपि च सूत्रोक्तं हा सर्वसूत्रोक्तं केवलं सूत्रेण इत्येव न विशिष्य अथर्ववेदे वैश्वदेवस्य विषये अथर्वसंहितायामेव बहु विस्तृतं प्रकरणमस्ति तत्र अहं मन्ये शताधिकं मन्त्रास्सन्ति अथर्ववेदसंहितायाम् आतिथ्यप्रकरणमिति तत्रैव भवति अवश्यं कर्तव्यमेव तावद् अस्तु अपि च केचन वदन्ति यत् यदि वयम् उपासनं कर्तुमिच्छामः वैश्वदेवं कर्तुमिच्छामः तर्हि नानाप्रकारकाः नियमाः अनुसरणीयाः यथा आहारे अपि च गृहे शौचार्थं रजस्वलानियमाः अनुसरणीयाः इति भवतः अभिप्राये ते सर्वे अनिवार्याः वा अथवा यदि शक्यं यावत् शक्यं करणीयाः वा किम् अभिप्रीति भवति अत्र अभिप्रायस्य तात्पर्यं किमपि नास्ति इदानीं बहिः प्रकाशः दृश्यते अहं मन्ये सः सूर्यस्य प्रकाशः इति तत्र भवताम् अभिप्रायः कः प्रयोजनं नास्ति व्यर्थम् अत्र अभिप्रायस्य किं प्रयोजनं सूर्यप्रकाशः अस्ति अस्ति तावदेव भवान् कर्तुं शक्नोति वा इच्छति वा अवश्यं कर्तव्यं वा यदि कर्तुम् असमर्थः तर्हि किं तथा चिन्तयतु किञ्च मम अभिप्रायः तव अभिप्रायः अस्य अभिप्रायः सः कः अभिप्रायं वक्तुं सत्यम् एकस्य अभिप्रायस्य अत्र किं तात्पर्यं तस्मात् शास्त्रं प्रमाणन्ते कार्यकारिव्यवस्थितौ न तु मदीयं वचनं स्वयं परमात्मा अपि वदति शास्त्रं प्रमाणन्ते न तु मधुवाक्यं प्रमाणं न तु अन्यस्य वाक्यं प्रमाणं शास्त्रं गीता न पठति वा एतावता न पठिता वा मह्यं वेदान्ते आसक्तिर्नास्ति खलु मोक्षे वेदान्ते मम केवलं धर्मे अर्थे कामे च एतावत् प्रीतिरस्ति किं गीता इति वेदान्तशास्त्रम् इति वदति वा इति मम चिन्तनम् एतावत् अस्तु क्षणं चिन्तयतु गीता कुत्र उपदिष्टा कस्मै उपदिष्टा अर्जुनाय योद्धे गीता उपदेशानन्तरं तस्य परिणामः कः अर्जुनः योद्धुम् उद्युक्तः धर्मपालने उद्युतः अभूत् तर्हि गीता कस्मै धर्माय अपि भवति धर्माय अपि इति कथं वदति धर्माय एव मोक्षाय कुत्र अस्ति यदि मोक्षाय स्यात् अर्जुनः अर्जुनस्य प्रश्नः मोक्षसम्बन्धी अस्ति सः तस्य प्रश्नः कः गुरून हत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपि अहलोके हत्वार्थकामां सुगुरूनिहैव भुञ्जीय भोगान् नुरुधिर प्रतिग्धान् न चैतद्विद्मः कतरन्नोगरीयोः यद्वा जयेम यदि वा नो जयेयुः यानेव हत्वा न जिजीविषामः तेव स्थितः प्रमुखेधार्तराष्ट्रः कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः यच्छ्रेयस्यान्निश्चितं ब्रूहितन्मे शिष्यस्तेऽहं जातिमान् त्वां प्रपन्नम् अर्जुनस्य प्रश्नः अनन्तरं कृष्णस्य आदेशः अन्ते पुनः कृष्ण अर्जुनः वदति नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादात् मयाच्युत करिष्ये स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव मोक्षाय गीता इति केन प्रतिपादितं भो सर्वे वेदान्तिनः यथा आचार्याः सर्वे आचार्याः मोक्षदृष्ट्या तद् भवतु अतः मोक्षमार्गे गीतायाः प्रयोजनं स्यान्नाम एका एव विद्या बहुत्र प्रयोजनाय भवति इति तत्र अधिकारिणम् उद्दिश्य अधिकारिणम् लक्ष्यीकृत्य विद्यायाः प्रयोजनं सिद्ध्यति। एका एव विद्या इति कश्चन धर्मार्थी धर्मं ददाति मोक्षार्थी मोक्षार्थी मोक्षं ददाति इति एव। ओके मम अपरः प्रश्नः अस्ति अत्र कदाचित् मया अष्टका विषये पठ्यते स्म तदा एवं प्रश्नः जातः तत्र पिण्डानां स्थापने किमपि सव्यं जान्वाच्य इत्यादिकं किमपि उक्तं तत्र किं प्रतिपादित किं विवक्षितमिति नावगतं किमपि हस्तस्य विन्यासः विचित्रः भवति इति मया दृष्टं स्मर्यते परन्तु तत् प्रतिपादयति वा भवान्? यद्यपि प्रतिपादितुं शक्यते तथापि कर्मणां शब्दैः प्रतिपादनं सम्पूर्णं न स्यात् सत्यम् अपूर्णमेव स्यात् तत्र शिष्टाः कथं कुर्वन्ति तद्दर्शनम् अत्यन्तं प्रमाणं भवति महत्त्वपूर्णं भवति तत्र स्वेच्छया प्रवृत्तिः कष्टकरी भवति तथा न भवेत् यथा यतोहि तत्र पारिभाषिकाः शब्दाः भवन्ति प्रत्येकस्यापि शब्दस्य तथा केवलं प्रवचनेन कर्मणि स्पष्टता न भवति तत्र तु प्रत्यक्षम् अनुष्ठानमेव द्रष्टव्यं यथा मम प्रश्नः तस्मादेव उपनिषदि अपि अस्ति यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः यथा ते तत्र उक्तेरन् इति नास्ति वर्तेरन् यथा तत्र वदेरन् इति नास्ति यथा तत्र वर्तन्ते जनाः अशिष्टाः तस्य कश्चन अंशः उक्तः भवति कश्चन अंशः अनुक्तः भवति अस्तु यः अनुक्तः भवति तस्य ज्ञानम् आवश्यकं तत्र तदपि तेभ्यः एव शनैश्शनैः समीपं गत्वा प्रणिपातेन परिप्रश्नेन सेवया जिज्ञासापूर्वकं क्रियते चेत् शनैश्शनैः व्यक्तं भवति तत्र यतोहि प्रथमं तु सर्वं वक्तुं कोऽपि न प्रभवति सर्वं वक्तुं कोऽपि नेच्छति भूयुस्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत् किञ्च स्निग्धस्य शिष्यस्य गुरवः गुह्यं ब्रूयुः यः शिष्यः नास्ति यश्च गुरुः नास्ति तयोरुभयोर्मध्ये संवादेन किं वा गुह्यं प्रत्यक्षं भवेत् प्रकटितं भवेत् नैव तस्मात् तत्र शिष्यत्वम् एकस्य भवेत् अपरस्य गुरुत्वं भवेत् उभयोर्मध्ये स्नेहश्च भवेत् तदेव खलु वेदेन प्रतिपादनं सहना ववतु सह नौ भुनक्तु सह वीर्यं करवावहि तेजस्विनौ अधीतमस्तु मा विद्विषावहै अस्माकम् उभयोः मध्ये द्वेषभावः न भवेत् समीचीनम् एवं प्रकारेण भवति चेत् प्रायः सर्वं स्पष्टं भवति तत्रापि केचन अंशाः अस्पष्टाः अनुक्ताश्च तथैव तिष्ठन्ति कालेनात्मनि विन्दति अन्ततो गत्वा यदि पश्यामः तत्र ज्येष्ठानां आसक्तिः न्यूना भवति, उपेक्षाभावः भवति। अहं स्वकीयजीवने एव पश्यामि, यादृशी कर्मविषयिणी आसक्तिः विंशतिवर्षेभ्यः पूर्वं त्रिंशद्वर्षेभ्यः पूर्वं मम आसीत् तादृशी आसक्तिः इदानीं नास्ति। वयसः परिणामेन इदानीं तादृशी आसक्तिः नास्ति। तत्र लौकिकानि कारणानि अनेकानि स्युर्नाम, किञ्च प्रधानं किम् इत्युक्तौ, सर्वेषामपि कर्मणां परमतात्पर्यं किम्? हा, यदि मण्डनमिश्र इव नाम मीमांसक इव केवलं स्वर्गः एव परमप्रयोजनमस्ति चेत् तत्र तेषाम् आसक्तिरपि आजीवनं तथैव तिष्ठति, स्थास्यति। किञ्च मादृशानां तादृशी स्थितिः नास्ति, यतोहि सहजं कर्म कौन्तेय सदोषम्। कर्म सदोषं भवति सहजं सहजं सहजम् इत्यस्य तात्पर्यं किम्? अर्थः कः? जन्मना सह सत्यं। तस्मादेव तत्र दृष्टान्तः धूमेन अग्निरिवावृतः, यथा अग्निः जन्मना धूमावृतः भवति तद्वत् कर्म जन्मना दोषावृतं भवति। अन्यच्च कर्मणाम् आरम्भः ज्ञानदशायां न भवति, अज्ञानदशायामेव कर्माणि भवन्ति। ज्ञानदशायां कर्माणि नैव भवन्ति। अन्यच्च किञ्च तद् विचित्रं नास्ति वा? यतोहि शास्त्राणैव चोदयन्ति कर्माणि। अस्तु, अज्ञानिनां चोदनाय एव शास्त्राणि खलु, अविद्वद्विषयाण्येव सर्वाणि शास्त्राणि। विचित्रं विचित्रं नास्ति भो। किमर्थं नाम अहं चिन्तितवान् कर्मणां प्रयोजनम् एतदपि भवति यत् धर्मस्य रक्षणं भवति एकस्मात् भवतु। सत्यं, तत् सर्वं सत्यं, तत् सर्वं सत्यम् अस्ति। तथा ज्ञानी अस्ति चेत् वा न वा कर्म विना अवश्यं कर्तव्यम्, अवश्यं कर्तव्यं, न कर्तव्यम् इति नास्ति। किञ्च तत्र आसक्तिः, तदेव कृष्णः पुनः पुनः अनाश्रितः कर्म फलं, कार्यं कर्म करोति यः ससन्यासी च योगी च न निरग्निर्न चाक्रियः। निरग्निः अक्रियः न भवेत्, किञ्च आसक्तिरपि न भवेत्, स्वर्गेच्छा अपि न भवेत्। तर्हि केवलं कर्तव्यमिति यत् कर्तव्यमिति भावनया ईश्वरप्रीतये वेदप्रतिपादकमस्ति इति कर्तव्यं, तावदेव। फलाभिलाषा न भवेत्, प्रवृत्तिरपि न भवेत्। यतोहि अज्ञानमेव कर्मणाम् आरम्भः, अज्ञानेनैव कर्मणाम् आरम्भो भवति, ज्ञानेन कर्मणाम् आरम्भो न भवति। वस्तुतः यतोहि कर्म इत्यस्य तात्पर्यं यत् हस्तपादादि अङ्गैः भवति तदिति न, मनसि यद्भवति तत् कर्म। एतत्तु केवलं तस्य दर्शनं, शरीरव्यापारैः दर्शनं भवति, किञ्च कर्म तु मनसा भवति, तत्तु सर्वे अङ्गीकुर्वन्ति। तस्मादेव यस्य संकल्पः सः दोषभाग् भवति न तु यस्य शरीरं अनुष्ठात् यस्य शरीरं कर्म करोति तदपेक्षया येन यस्य संकल्पेन सः एव दोषभाग् भवति न्यायालये अपि वयं तथैव पश्यामः तर्हि तत्र किं प्रयोजनं मया कर्म अनुष्ठितं किमर्थम् अनुष्ठितं भवता प्रेरितस्सन् द्रव्याभिलाषया वा भयेन वा भक्त्या वा येन केनापि कारणेन किञ्च मम तु सङ्कल्पः नासीत् नास्ति च तर्हि तस्य कर्मणः कृते फलं वा शिक्षा वा तदेव मनुरपि वदति सङ्कल्पः कर्म मानसम् मानसं कर्म नाम सङ्कल्पः सङ्कल्पः मानसं कर्म सर्वाणि कर्माणि सङ्कल्पपूर्वकाणि भवन्ति अस्तु तर्हि मनसि सङ्कल्पः केन जायते अज्ञानेन जायते ज्ञानिनां तु सङ्कल्पः एवं यतोहि कर्मणां किमपि अप्राप्तमस्ति किमपि दूरे अस्ति तस्य प्राप्तिः यद्दूरे अस्ति तत् समीपम् एतत् असुरक्षितमस्ति तस्य सुरक्षा भवेत् एतत् विनाशशीली अस्ति तत् अविनाशी भवेत् एवं भावैः कर्मणि प्रेरिता भवन्ति किञ्च एतत् सर्वं तत्र केचन अंशाः अवश्यं भाविनः केचन अनिवार्याः तर्हि तत्र किम् अज्ञानमेव कर्मणाम् आरम्भकम् पूजनं करोमि ईश्वरस्य पूजनं देवस्य पूजनं पूजनं नाम किं करोमि पुष्पमानयामि पाषाणे स्थापयामि तत्र पाषाणे पूज्यत्वबुद्धिः अत्र द्रव्यत्वबुद्धिः यः चैतन्यांशः पाषाणे अस्ति पुष्पे सः अंशः नास्ति वा ततोपि अधिकः अस्ति तर्हि कस्मै केन किम् अर्पितम् अज्ञानेन कर्माणि भवन्ति तस्मात् आचार्याः किं वदन्ति तत्सर्वम् अविचिन्त्य चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये वस्तुसिद्धिर्विचारेण न शक्यं कर्म कोटिभिः चित्तस्य शुद्धये कर्म चित्तशुद्ध्यर्थं तर्हि वस्तुसिद्धिः कर्मभिः कर्मकोटिभिः न शक्यते वस्तुसिद्धिः नाम लौकिक वस्तु एका एव ब्रह्म एव वस्तु तेषाम् एकमेव वस्तु यत् सच्चिदानन्दं ब्रह्म वस्तु तदेव सर्वस्यापि उपादानं नैयायिकानां परिभाषया समवायिकारणम् परन्तु कर्माणि अज्ञाने जायन्ते इति स्पष्टं प्रतिपादितं परन्तु किमर्थं तत् प्रासङ्गिकम् अत्र इति न स्पष्टम् अवगच्छति अत्र भवता पूर्वं मया प्रश्ने कृते भवता उक्तम् एवम् आचारः द्रष्टव्यः तेनैव ज्ञातव्यः इति भवता उक्तं तदनन्तरम् एतदुक्तम् अतः सम्बन्धः कः इति स्पष्टं नाम तत्र तादृशी आसक्तिः न आवश्यकी. तस्मादेव शास्त्रे तदपि वचनमस्ति, यस्मिन् देशे आचारः पारम्पर्यक्रमागतः स सद्भिः अनुष्ठेयः. तावती तीव्रासक्तिः नावश्यकी कर्मसु इति भवतः अभिप्रायः. अस्तु अस्तु अवगतम्. तेन कस्यापि उद्धारः नैव शक्यः, कदापि न शक्यः. ते कर्मजडाः भवन्ति, कर्मभिः जाड्यं न सम्पादनीयम्. परन्तु अत्र एतदस्ति, तत्र तत्रापि भक्तिः भवेत्, विवेकः भवेत्, वैराग्यञ्च भवेत्. यथा कथं वा जीवनं किम् इति निरन्तरं चिन्तनीयमेव. कर्मार्थं जीवनं वा जीवनार्थं कर्माणि वा? सत्यं सत्यं, समीचीनम् उक्तं. तत् सर्वथा चिन्तनीयम् इति कृत्वा अस्तु. परन्तु मह्यम् आकर्षणम् अनेन कारणेन अस्ति कर्मसु ज्ञानसम्पादने, यत् मया दृष्टं ये बहु कर्म रक्षन्ति स्वपरिवारेषु, तेषां संस्कृतिरधिका भवति, तेषाम् अपत्यानि अपमार्गं न प्रायेण तावत् गच्छति. तेन कारणेन सत्यं यावच्छक्यं सत्यं दृढं रक्षणीयानि तत्र सत्यं न रक्षणीयं न कर्तव्यम् इति अहं कदापि न वदामि. तत्सर्वम् अनासक्त्या कर्तव्यम्. फलाभिलाषा अपि न भवेत्, आसक्तिरपि न भवेत्, वैराग्यमपि न भवेत् तत्र, अपि तु ईश्वरेण प्रतिपादितत्वात्, वेदप्रतिपादितत्वात्, पूर्वजैः अनुष्ठितत्वात्, श्रेयःप्रदत्वात्. आम्, श्रेयःप्रदत्वात् इति कारणमेकम् अवश्यं कर्तव्यम्, अवश्यं कर्तव्यम्, अवश्यं कर्तव्यमेव. न कर्तव्यमिति कदाचित् कदाचिदपि तात्पर्यं नास्ति, कर्तव्यमेव. किञ्च तादृशी आसक्तिः न भवेत्, तत्र तत्र च किं वृथाभिमानः अपि न भवेत्, अपि तु ज्येष्ठाः यथा वदन्ति ते स्वयं यथा अनुतिष्ठन्ति तेषाम् अनुगमनं कर्तव्यं. महाभारते अहं मन्ये धर्मव्याधस्य प्रकरणे अस्ति अयं श्लोकः, तत्र इति सम्यक् स्मरामि. सः वदति, येनैव पितरो याताः, येन याताः पितामहाः, तेन यायात् सतां मार्गं, तेन गच्छन्नरिष्यति. तत्र अधिकं चिन्तनम् अनावश्यकं. किन्तु एतदपि अस्ति, भवतु शास्त्राणि बहूनि सन्ति, अनेके उपायास्सन्ति, तथापि तस्मात् धर्मसिन्धुः अपि एकं वचनं सः वदति, सर्वमुक्त्वा अन्ते वदति, बहुवल्पं वा स्वगृह्योक्तं यस्य यत् परिकीर्तितं तस्य तावति शास्त्रार्थे कृते सर्वं कृतं भवेत्. बहु वा भवतु अल्पं वा भवतु, तत्र अरे तस्य बहु अस्ति मम अल्पमस्ति, सः बहु करोति तर्हि सः बहु पुण्यभाक्, अहम् अल्पं करोमि तर्हि मम पुण्यम् अल्पं वा, तं न चिन्तनीयं. पुण्यापुण्ययोः धर्माधर्मयोः सम्बन्धः बहुवल्पे बहुवल्पाधिष्ठितो नास्ति, तत्सर्वं तु ईश्वराधीनमस्ति, तत्सर्वम् ईश्वराधीनम्. तस्मात् ईश्वरप्रीतये, तस्मात् कस्यापि कर्मणः श्रीपरमेश्वरप्रीत्यर्थम् अलं सङ्कल्पः. लोके सङ्कल्पविषये बहु अधिका आसक्तिः दृश्यते सर्वत्र. अहं प्रवचनेषु एतदेव वदामि, स्वस्य नाम गोत्र नक्षत्र राशि इत्यादि सर्वं वदन्ति. पुत्रस्य पुत्र्याः जामातुः कन्यायाः पितुः भ्रातुः सर्वेषां वदन्ति. अहं वदामि भवतु, एतत् सर्वं भवान् कस्मै श्रावयति, कस्मै निवेदयति? यदि जनेभ्यः निवेदयति तर्हि तदर्थम् अयं न अवकाशः. यदि भगवते निवेदयति, भगवते पूर्वमेव जानाति, तर्हि सः न जानाति वा इति कारणेन वदति वा? यदि सः न जानाति इति चिन्तयामः तर्हि तेन भवतः किं प्रयोजनं? यदि सः न जानाति, यदि सः अल्पज्ञः, तर्हि तेन भवतः किं प्रयोजनम्? यदि सः सर्वज्ञः तर्हि किं करोति? अहं वदामि तस्मात् एतत् सर्वं केवलं आत्मवञ्चनं, भगवद्वञ्चनं, शास्त्रवञ्चनं, वञ्चनम् अन्तरा अत्र अन्यत् किमपि नास्ति. श्रीपरमेश्वरप्रीत्यर्थं सोमेन यक्ष्ये एतावानेव सङ्कल्पः अन्निष्टोमस्य. श्रीपरमेश्वरप्रीत्यर्थं दर्शयष्ट्या यक्ष्ये अलं नारायणप्रीत्यर्थं वदतु, देवीप्रीत्यर्थं वदतु. तत्तु स्वभावाधिष्ठिते किञ्च प्रयोजनं तु यः कश्चन अस्ति एकः, एकं सद्विप्रा बहुधा वदन्ति इति, सः यः एकः, एक एव आज्ञर्बहुधा समिद्धः, एकसूर्यो विश्वमनप्रभूतः, एकैवोषा सर्वमिदं विभाति, एकं वा इदं विबभूव सर्वम् इति वेदेन यस्य विषये प्रतिपादितमस्ति सः एकः, तस्य प्रीतये कर्माणि भवन्तु. तस्य नाम शिवः वा भवतु, कृष्णः वा भवतु, रामः वदतु, किं वा वदतु, अल्ला वा भवतु, जीसस् वा भवतु, तद् सः अनन्तरो विषयः, किञ्चित् तस्य प्रीतये भवतु. सः सर्वज्ञः, सर्वशक्तिमान्, सर्वव्यापकः, सर्वान्तर्यामी, एवं सदपि सः मम सुहृत्. इदं मम महद्भाग्यम् इति कृत्वा मनुष्यः अवश्यं भगवदाराधनं कुर्यात्. भगवदाराधनं कर्तव्यं नाम किं कर्तव्यं? तर्हि यद् वेदेन प्रतिपादितं तस्य कर्मणः अनुष्ठानमेव भगवदाराधनं. भगवदाराधनमित्यस्य तात्पर्यं स्वकीयानि वर्णाश्रमोक्तानि कर्माणि विहाय अहं कुत्रचित् उपविश्य भगवदाराधनम् इति नाम्ना किमपि करोति तन्न. तदेव गीतायां सः वदति, स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः, स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः. ईश्वरपूजया ईश्वरार्चनेन सिद्धिं विन्दति इति न वदति कृष्णः. श्रौतेन कर्मणा सिद्धिं विन्दति नोक्तवान्, स्मार्तेन कर्मणा नोक्तवान्, मन्दिरे अर्चनेन इति नोक्तवान्. सः किं वदति? स्वकर्मणा तमभ्यर्च्य. स्वं कर्म किं तत् विज्ञाय तस्य अनुष्ठानं करोतु, तत् कर्तव्यबुद्ध्या करोतु, तेनैव तस्य प्रीणनं, तेनैव सिद्धे प्राप्तिः. तस्य प्रयोजनमपि सः वदति किं यत् यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततं स्वकर्मणा तमभ्यर्च्य सिद्धिं. यतः प्रवृत्तिर्भूतानां, भूतानां प्रवृत्तिः यतः अस्ति, येन च इदं सर्वं ततं, ततं व्याप्तं, येन च इदं सर्वं व्याप्तं तत् स्वकर्म, तेन तस्य अर्चनं, तेन सिद्धिं प्राप्नुयात्. अस्तु अस्तु. पूर्वार्धः सम्यक् नावगतः, परन्तु चिन्ता मास्तु. अन्तिमः एकः प्रश्नः अस्ति. मया श्रुतं भवता कदाचिदुक्तं यत् कात्यायनस्य कश्चन नियमोऽस्ति येन यज्ञे होमे च द्रव्याणां निर्दिष्टस्य द्रव्यस्य अभावे अन्यत् किमपि प्रयोक्तुं शक्यते इति. तत् कुत्र उक्तम् इति ज्ञातुमिष्टवान् अहं. भवान् स्मरति वा? यथा यथा उदाहरणं किमपि. उदाहरणं कस्यचन समिधः अभावे अन्यत् किमपि अन्यवृक्षस्य काष्ठं वा किमपि. तत्तु प्रायः सर्वेषु सूत्रेषु कात्यायनसूत्रं किमिति न स्मरति. सर्वेषु सूत्रेषु भवति. तत्र विकल्पाः सर्वत्र भवन्ति. अस्तु.